अस्तु, अस्माकं नूतनन्यायवर्गे सर्वेषां स्वागतम्। इदानीं तत्र विभागः इति गुणः, तस्य विषये स्मः। तत्र गत कक्षायां तत्र संयोगनाशात् विभागः न अतिरिक्तः इति यः आक्षेपः आसीत्, तस्य परिहारविषये किञ्चित् पठितवन्तः। तस्मिन्नेव करपत्रे किञ्चित् अधोभागं गमिष्यामः चेत् तत्र रक्षाभगिन्याः उपस्थापनमस्ति। यदा अस्माकं कक्षा अभवत् तेषु जनेषु सा एतद् उपस्थापनं कक्षायां कृतवती। उपस्थापने अस्मिन् किञ्चित् बहु संक्षिप्तरूपेण विषयानि सर्वाणि दत्तानि। तर्हि तत् किञ्चित् एकवारं झटिति पठित्वा अग्रे सरेम इति मत्वा अहं तस् करपत्रस्य उद्घाटनं कर्तुम् उक्तवती। तर्हि रामप्रिया भगिनी भवती एव पठति वा? तत्र पठित्वा पुनः तत्र व्याख्यानं। हरि ओम्। हरि ओम्। आं भगिनि, श्रूयते प्रतिध्वनिः? हा श्रूयते, तत्र प्रतिध्वनिः आगता। आम्, अहं म्यूट् मध्ये आसम्, अहम् एकनिमिषम् उद्घाटयामि। अस्तु अस्तु अस्तु। तर्हि तत्र यदुक्तवती, मम आशा एवम् आसीत् तत्र पठित्वा पुनः तस्य व्याख्यानं मास्तु, यतोहि एतत् सर्वं तु वयं गतकक्षायां विस्तरेण चर्चितवन्तः एव। तर्हि केवलम् एकवारं झटिति एवमेव तत्र पुनस्मरण भावेन पठित्वा तदनन्तरम् अग्रे अद्य कक्षायाः विषयः कः इति तस्य प्रति गन्तुं शक्नुमः। अस्तु, तर्हि भगिनी पठितुं शक्नोति वा? आम् आम्, उद्घाटितवती। आम्, अस्मिन् विषये अत्र रक्षाभगिन्याः उपस्थापनं, संयोगनाशात् विभागः न अतिरिक्तः इत्याक्षेपस्य परिहारः। संयोगनाशको गुणो विभागः इति विभागस्य निरूपणप्रसङ्गे एकः आक्षेपः उल्लिखितः। आक्षेपः अयं, संयोगनाशात् विभागः न अतिरिक्तः नाम संयोगनाशः विभागः च समानौ इति आक्षेपः। आक्षेपस्य निवारणं कथं क्रियते इत्यस्य विषये उपस्थापनम्। तस्मात् प्राक् केषाञ्चन पारिभाषिकाणाम् अंशानां पुनरावलोकनम्। प्रथमं ज्ञानम्। ज्ञानम् इति सविषयकपदार्थः। यत्र ज्ञानम् उदेति तत्र प्रत्येकं ज्ञानस्य विलक्षणः विषयः भवति एव। ज्ञानम् इति कार्यं ज्ञानस्य निमित्तकारणत्वेन विषयः भवति अथवा विषयाः भवन्ति। अभावः द्वितीयम्। इदं नास्ति अथवा इदं तत् न इति सूच्यमानाः पदार्थः अभावः। अस्य चत्वारः प्रकाराः, प्रागभावः, प्रध्वंसभावः, अत्यन्तभावः, अन्योन्याभावः। यत्र कस्यचित् पदार्थस्य अभावः भवति तत्र कस्य अभावः इत्यस्य विचारः क्रियते अभावस्य स्वरूपं ज्ञातुम्। अभावः इति साकांक्षः पदार्थः। अभावः कीदृशः इत्यस्य बोधनार्थं प्रतियोगी कः, प्रतियोगिता कीदृशी इति सर्वं ज्ञातव्यं स्यात्। अतः अभावः प्रतियोगिता ज्ञानादीन ज्ञानविषयः इति उच्यते। उदाहरणत्वेन एकः घटः अस्ति इति चिन्त्यताम्। घटस्य उपरि बृहत् शिलाखण्डस्य पातनेन घटः नष्टः, घटस्य प्रध्वंसभावः च सृष्टः। अस्य अभावस्य प्रतियोगी घटः। अयम् अभावः घटत्व अवच्छिन्नप्रतियोगिताकः। अस्य अभावस्य जिज्ञासायां प्रतियोगिनः च प्रतियोगितायाः आकाङ्क्षा स्पष्टं प्रतिभाति। इत्यतः अभावस्य प्रतियोगिता ज्ञानादीन ज्ञानविषयत्वम्। भावपदार्थः। कस्यचित् पदार्थस्य अस्तित्वस्य सूचकः अयं पदार्थः। अभावं विहाय द्रव्यगुणकर्मादयः सर्वे पदार्थाः भावपदार्थाः, अस्य बोधनार्थम् अभावत् प्रतियोगिनः वा प्रतियोगितायाः पूर्वज्ञानं न अपेक्षते. अभावः प्रतियोगी साकाङ्क्षः पदार्थः, भावपदार्थः प्रतियोगी निराकाङ्क्षः. अयमेव भाव अभावयोः पदार्थयोः मध्ये विद्यमानभेदः. अग्रे अपि पठामि वा भगिनि? एकनिमिषं भगिनि. श्रूयते भगिनि. हरि ओम्. हरि ओम्. हरि ओम्. इदानीं किञ्चित् शृणोमि परन्तु स्पष्टतया न. न श्रूयते भगिनि. इदानीं प्रत्यागच्छति इति चिन्तयामि. हरि ओम्. इदानीं श्रूयते वा? आमाम्. अस्तु. न मम प्रश्नः प्रश्नः आसीत् यत् तस्य विषयस्य तत्र अवगमनम् अभवत् वा, तत्र किमपि कमपि प्रश्नः अस्ति वा इति एव. प्रश्नः नास्ति. अस्तु, तर्हि अग्रे महोदय भवान् पठतु. अधुना मूलविषयः संयोगनाशात् विभागः न अतिरिक्तः इत्यस्य आक्षेपस्य परिहारः. क्षणपञ्च पञ्चकव्याप्तिन्यां संयोगप्रक्रियायां क्रिया, विभागः, संयोगस्य नाशः इत्यादीनि कार्याणि जायन्ते. प्रक्रियामिमां घटपटयोः संयोगस्य उदाहरणं स्वीकृत्य परिशीलयामः. अस्यां प्रक्रियायां क्रियोत्पत्त्युत्तरक्षणे घटपटौ विभक्तौ घटपटयोः संयोगः नष्टः इति कार्यद्वयमपि सिद्ध्यति. घटपटौ विभक्तौ इति एका प्रतीतिः, घटपटयोः संयोगः नष्टः इति अपरा प्रतीतिः. इमे द्वे अपि प्रतीति किं सामान्ये स्ततः स्तः इति प्रश्ने उदिते सति समाधानम् अग्रे उपस्थाप्यते. घटपटयोः संयोगः नष्टः इत्यस्य आनुभाविकस्य ज्ञानस्य विषयः अस्ति संयोगनाशः. ज्ञानं कार्यमस्ति चेत् तस्य निमित्तकारणत्वेन न्यूनातिन्यूनम् एकः विषयः स्यात्. संयोगः नष्टः इत्यस्य अनुभवसिद्धस्य ज्ञानस्य विषयः संयोगनाशः. संयोगनाशः अस्य ज्ञानस्य निमित्तकारणम्. अयं संयोगनाशः इति कारणीभूतविषयः पूर्वचर्चितः प्रध्वंसाभावः. क्रियया यदा संयोगः नष्टः भवति तदा संयोगस्य प्रध्वंसाभावः उदेति. अयमेव संयोगनाशः. अतः संयोगनाशः इति अभावपदार्थः. अभावः सन् प्रतियोगिता ज्ञानादीन ज्ञानविषयः अस्ति. संयोगनाशः कीदृशः इति प्रश्ने कृते संयोगत्वा अवच्छिन्न प्रतियोगिता कः अभावः इति उत्तरं लभ्येत। अनेन घटपटयोः संयोगः नष्टः इत्येन ज्ञानेन अभावपदार्थः विषयीक्रियते इति प्रतीयते। घटपटौ विभक्तौ इत्यपि क्रियोत्पत्त्यन् अनन्तरं जायमानम् अनुभवसिद्धं ज्ञानम्। अस्य ज्ञानस्य निमित्तकारणत्वेन स्थितः विषयः विभागः विभागः गुणरूपः भावपदार्थः अस्य बोधनार्थं संयोगरूपि प्रतियोगिनः आवश्यकता नास्ति। अतः घटपटौ विभक्तौ इत्यनेन ज्ञानेन विभागनामकः भावपदार्थः विषयीक्रियते इति प्रतीयते। अग्रे पठामि वा? हा, तत्र समापयतु महोदय। उभयोः ज्ञानयोः विषयोः परिशीलनेन किं सिद्ध्यति? घटपटौ विभक्तौ च घटपटयोः संयोगः नष्टः इति द्वौ भिन्नौ सविषयकौ पदार्थौ अनुभवसिद्धौ भवतः। अभाभ्यां विषयीक्रियमाणो पदार्थौ परस्परं भिन्नौ इत्यतः संयोगनाशः च विभागः एकः पदार्थः इति एव इति वक्तुं न शक्यते। संयोगः प्रध्वंसारूपः, विभागः भावपदार्थः अन्यतमः गुणः। इदमेव उपर्युक्तं समाधानं विद्याधरीग्रन्थे प्रकटीकृतं संयोगनाशात् विभागनातिरिक्तः इत्याक्षेपस्य परिहारार्थम्। यथा क्रियोत्पत्त्यनन्तरं घटपटयोः संयोगः नष्टः इति सर्वजनसिद्धप्रत्ययेन संयोगनाशः सिद्ध्यति, तथा एव घटपटौ विभक्तौ इति भावपदार्थम् अवगाहमानेन ज्ञानेन संयोगध्वंसातिरिक्तः विभागाख्यः गुणः सिद्ध्यत्येव इति विद्याधरीवाक्यस्य प्रथमभागे यथा संयोगनाशः सिद्ध्यति इत्यस्मिन् भागे संयोगः नष्टः इत्यस्य अनुभवसिद्धस्य ज्ञानस्य विषयत्वेन संयोगनाशः वा संयोगध्वंसः इति अभावपदार्थस्य उल्लेखः क्रियते। वाक्यस्य द्वितीयभागे तथैव सिद्ध्यत्वे एव इति इत्यस्मिन् भागे घटपटौ विभक्तौ इत्यनेन भावपदार्थं विभागं विषयीक्रियमाणेन ज्ञानेन विभागः संयोगद्वशात् अतिरिक्तः कश्चन गुणः इति साधयिष्यति। अस्तु, अत्र प्रायः संयोगध्वंसात् स्यात् इत्युक्ते संयोगनाशः इति। तर्हि अस्तु, तर्हि एतावत्पर्यन्तं प्रश्नः नास्ति इति कृत्वा तर्हि अग्रे सरेम। तत्र इतोपि किञ्चित् चर्चा आवश्यकी चेत् निश्चयेन उच्यतां, किञ्चित् तस्मिन् विषये चर्चा कृत्वा अपि अग्रे गन्तुं शक्नुमः। अस्तु, तर्हि अग्रे पुस्तके सूक्तिललन्तिका इति भागः अस्ति खलु, तस्मात् पठेम। अस्तु, तर्हि भगिनी भवती आरम्भं करोति वा? अपि च मध्ये अभ्यन्तरे अन्य कोऽपि आगतवन्तः वा, आगतवान् वा अथवा पुष्पा? नमस्कारः भगिनि। तर्हि पठामि। सूक्तिललन्तिका। तद् अपरे न सहन्ते, तेषाम् अयम् आशयः घटपटौ विभक्तौ इति प्रत्ययो प्रत्ययोऽपि न भावपदार्थं प्रकाशयति किन्तु संयोग अभावम् एव. तस्य भावपदार्थान्तर अवगाहित्वेऽपि तादृशविभागोत्पत्तिक्षणे एव पूर्वसंयोगध्वंसस्यापि उत्पत्तिसम्भवेन विभागस्य संयोगनाशरूपकार्यपूर्ववृत्तित्व अभावात् मूलोक्तं संयोगनाशको गुणो विभागः इति असङ्गतम् इति. प्रथमं पूर्वपक्षिणः आक्षेपं पूर्वम् अस्ति संयोगनाशात् विभागः न अतिरिक्तः इति, तस्य तेषाम् आक्षेपः अस्ति. तस्य निवारणमेव पूर्वस्मिन् परिच्छेदे दत्तमस्ति. ते तद् न सहन्ति, न सहन्ते, तद् अपरे न सहन्ते. अपरे न सहन्ते एतद् ते वदन्ति यद् घटपटौ क्षम्यतां संयोगनाशः एव विभागः, कोऽपि भेदः नास्ति द्वयोः मध्ये, भिन्नः नास्ति इति एव ते वदन्ति. अतः ते एतद् न सहन्ते यदा वयं वदामः एतद् भिन्नौ पदार्थौ विभागः इति अतिरिक्तगुणः इति, ते न सहन्ति. समाधानं न सहन्ति इति किल, सहन्ते इति सहन्ते. अपरे इत्युक्ते अत्र के? पूर्वपक्षिणः एव किल. सम्यक्. घटपटौ विभक्तौ इति प्रत्ययो अपि न भावपदार्थं प्रकाशयति किन्तु संयोग अभावम् एव. यदा वयं प्रतीतिः घटपटौ विभक्तौ इति स्वीकुर्मः चेत् तत्र ते वदन्ति यत् तद् भावपदार्थं विभक्तौ इति भावपदार्थं प्रकाशयति, भावपदार्थं प्रकाशयति किन्तु तत्तु संयोग अभावम् एव. संयोगस्य विभक्तः इत्युक्ते संयोगस्य अभावमेव, परन्तु ते स्वीकुर्वन्ति तद् भावपदार्थः इति. न भावपदार्थं प्रकाश क्षम्यतां न न भावपदार्थं प्रकाशयति किन्तु संयोगस्य अभावमेव प्रकाशयति इति. तत्र भावपदार्थम् इत्युक्ते किम्? भावपदार्थः इत्युक्ते अभावः नास्ति इति. प्रथम सप्तपदार्थे प्रथमषड् पदार्थः भावपदार्थः, सप्तमः अभावः. सत्यं, परन्तु अस्मिन् वाक्ये यदा घटपटौ विभक्तौ इति प्रतीतिः अस्ति तत्र न भावपदार्थं प्रकाशयति किन्तु संयोग अभावमेव. विभक्तः इति भावपदार्थं न प्रकाशयति, विभक्तः इति न भावपदार्थं परन्तु संयोग अभावमेव. अत्र भावपदार्थम् इति पदेन कस्य सूचना अस्ति इत्युक्ते तत्र कस्य उल्लेखः? अत्र विभक्तौ विभागः इति गुणस्य उल्लेखः. सत्यम्, इत्युक्ते विभागस्य उल्लेखः इत्युक्ते ते कथयन्ति यत् तत्र घटपटौ विभक्तौ इति प्रतीतिः अस्ति चेत् तत्र विभागः इति गुणः न, तत्र तस्य विषयः नास्ति अत्र, परन्तु संयोग अभावस्य संयोगनाशनाशते वा? मम तु न श्रूयते. हा अस्तु भगिनी, भवत्याः प्रायः तत्र ब्लूटूत् अथवा स्पीकर् ब्लूटूत् नास्ति भगिनि? अस्तु, यतोहि अद्य एव प्रतिध्वनिः, अहं किञ्चित् अन्य लैन् माध्यमेन आगन्तुं प्रयत्नं करोमि भगिनि. अस्तु, हा तर्हि अस्ति चेत् अत्र तेन तया प्रतीत्या कस्य उल्लेखः इति अस्ति चेत् तत्र भागस्य नास्ति परन्तु संयोगनाशस्य एव इति पूर्वपतिनः क्षम्यतां पूर्वपक्षिणः मतम्. अस्तु तर्हि अग्रिमवाक्यं पुष्पा भगिनी पठति वा? तस्य भावपदार्थान्तर भावपदार्थान्तर अन्तरावगाहित्वेपि तादृशविभागो विभागोत्पत्ति प्रतिक्षणे एव पूर्वसंयोगध्वंसस्य अपि उत्पत्ति सम्भवेन विभागस्य संयोगनाशरूपक रूपकार्य पूर्ववृत्तित्व अभावात् मूलोक्तं संयोगनाशकौ गुणौ गुणौ विभाग इति असङ्गतम् इति तत्र प्रतिपदं पश्येम. तस्य पूर्वं स्थूलरीत्या तस्मिन् वाक्ये किम् अस्ति इति भवत्याः अवगमनं किम् इति किञ्चित् वदति वा, तदनन्तरं प्रतिपदं पुनः पठित्वा प्रतिपदं पठेम. परन्तु भवत्याः मनसि तत्र तस्य वाक्यस्य पठनेन किम् अवगमनं जातम् इति किञ्चित् वदतु. भावपदार्थान्तरा अवगाहित्वे अपि न भावपदार्थ अन्तर न भगिनी, तदेव अहम् उक्तवती एकक्षणं, तत्र प्रतिपदम् इदानीं मास्तु, प्रथमं तस्य वाक्यस्य पठनेन भवत्याः मनसि कः अवगमनं किम् अवगमनं जातम् इति किञ्चित् वदतु प्रथमं भवत् स्वस्य शब्दैः, तदनन्तरं प्रतिपदं पश्येम. अत्र पूर्वसंयोग ध्वंस अपि उत्पत्ति सम्भवेन विभागस्य संयोगनाश तत्तु उत्पत्ति पूर्व उत्पत्ति उत्पत्तित्व अभावात् न कस्य पूर्व उत्पत्तिः संयोगनाश नाशकरूपं रूपक कार्यं संयोगनाश. एकक्षणं भगिनी, तत्र यद् पदमस्ति तद् मास्तु इदानीं. भवती तत्र किम् अवगमनं जातं भवत्याः मनसि तद्वाक्यस्य पठनेन इति एव वदतु. तत्र संयोगनाशः इति एकमस्ति, विभागः इति द्वितीयं. तर्हि अत्र तयोः मध्ये कः तयोः विषये अथवा किम् उक्तवन्तः, अपि च तत्र असङ्गतम् इति अस्ति खलु, किम् असङ्गतम् इति उक्तवन्तः इति तद्विषयद्वयमेव वदतु. संयोगनाशकः गुणः संयोगनाशकौ गुणौ विभाग इति असङ्गतम् इति. संयोगनाशकः गुणः विभागः इति असङ्गतम् इति किमर्थं? तत्र मम प्राचीन नैकाय नैकाः एतद् न असङ्गतम् इति उच्यन्ते न न न प्राचीननैयायिकाः ते न वदन्ति तत्र पूर्वपक्षी अत्र कः अस्ति पूर्वपक्षी अत्र अत्र ए तत्र संयोगनाशः अतिरिक्तगुणः इति न अङ्गीकुर्वन्ति ते एव तत्र पूर्वपक्षी तथा वदन्ति किमर्थं तथा वदन्ति तत्र मम प्रश्नः किञ्चित् भिन्नः खलु मम प्रश्नः आसीत् के अथवा कः तथा उक्तवान् इति न मम प्रश्नः किमर्थं तत्र संयोगनाशकः गुणः विभागः इति असङ्गतम् इति उक्तवती खलु असङ्गतं नाम किम् असङ्गतं तु हा सत्यं न सङ्गच्छते इति इत्युक्ते तत्तु तथा न अङ्गीकरोमि हा तथा न भवति इति ते वदन्ति किमर्थं तथा वदन्ति इति मम प्रश्नः सम्यक् न जानामि अस्तु अस्तु चिन्ता नास्ति भगिनि तस्य एव तदर्थमेव वयं स्मः खलु अस्मिन् कक्षायाम् अस्यां कक्षायां तर्हि पठेम तर्हि सुनील् महोदय भवान् किञ्चित् स्थूलरीत्या वदति वा तदनन्तरं तत्र इतोपि किञ्चित् गम्भीरपरिशीलनं कुर्मः अहं श्रमं करोमि अत्र ते वदन्ति अत्र भावपदार्थः इति न केवलं अत्र विभागः इति गुणः न परन्तु केवलं संयोगनाशः एव अतः तत्र संयोग अभावः भवति तदेव केवलं संयोगनाशः इति स्वीकृत्य संयोगनाशः गुणः विभागः इति न आवश्यकं केवलं संयोगनाशः एव आवश्यकमिति ते वदन्ति न न तत्र संयोगध्वंस अभावः इति किं तत्र तदहं न भवान् उक्तवान् संयोगध्वंस अभावः इति इत्युक्ते किम् अभावः नास्ति परन्तु अत्र यदा पूर्वसंयोगः तस्य ध्वंसनमेव भवति इत्युक्ते तत्र संयोगस्य नाशः एव अस्ति तत्र विभागः इति गुणः नास्ति केवलं संयोगनाश रूपमेव अत्र अस्ति तद् स्वीकृत्य संयोगनाशः गुणः विभागः इति ते तस्य वाक्यस्य वाक्यं निराकरोति उत्तमं इति एव तत्र तत्र वार्ता अस्ति परन्तु किमर्थं तथा किमर्थं तत्र संयोगनाशः इत्येव अस्ति विभागः इति पृथक् गुणः नास्ति इति अपि किञ्चित् अत्र ते उक्तवन्तः तत् किञ्चित् इदानीं तस्य परिशीलनं कुर्मः तर्हि तत्र प्रथमं तत्र भावपदार्थान्तर अवगाहित्वम् इति स्वीकुर्मः तर्हि तत्र भावपदान्तर अवगाहित्वम् इत्युक्ते किम् अत्र अत्र तस्य पूर्वं तत्र तस्य इति प्रथमपदमस्ति खलु तस्य इत्युक्ते कस्य अत्र विभागस्य किल न विभागस्य न ओ अत्र संयोगनाशस्य तत्र तस्य भावपदार्थान्तर अवगाहित्वे अस्तु तत्र विभागस्य इति अपि स्वीकर्तुं शक्नुमः अपि च प्रत्ययः अस्ति खलु तस्यापि तत्र तस्मिन् प्रत्यये अपि भावपदान्तर अवगाहित्वम् इति अस्ति खलु प्रत्ययः घटपटौ विभक्तौ इति तत्र भावपदान्तर अवगाहित्वं नाम किम्? अत्र भावपदार्थं अस्ति इति अवगमनम् अस्ति. अत्र अवगाहित्वम् इत्युक्ते किम्? अवगाहते इति वयं पूर्वमेव किञ्चित् तत्र पूर्वपरिचयशब्दः एव शब्दः पूर्वज्ञानम् अस्ति इति तत्र अवगाहित्वम् इत्युक्ते तत्र वस्तुतः पारिभाषिकशब्दः अस्ति खलु न्यायशास्त्रे. तस्य अवगाहित्वम् इत्युक्ते विषयीकरोति इति अर्थः. अवगाहते इत्युक्ते विषयीकरोति इति. तर्हि भावान्तर क्षम्यतां भावपदान्तर अवगाहित्वम् इत्युक्ते किम्? अत्र भावपदार्थस्य विषयं विषयं स्वीकरोति इति. हा इत्युक्ते तस्य तत्र तत्र घटपटौ विभक्तौ इति प्रत्ययः वयं पश्यामः चेत् तत्र घटपटविभक्तौ इति इत्यस्मिन् प्रत्यये विभागः इति भावपदार्थस्य एव उल्लेखः अस्ति वस्तुतः खलु. घटपटौ संयोगनाशौ इति किमपि नास्ति अत्र. वस्तुतः तत्र भावपदार्थस्य उल्लेखः एव अस्ति. यद्यपि भावपदार्थं तद् विषयीकरोति तथापि अग्रे किमस्ति तथापि तादृश विभाग उत्पत्तिक्षणे एव महोदय. तादृशविभाग उत्पत्तिक्षणे एव पूर्वसंयोगध्वंसस्यापि उत्पत्तिसम्भवेन विभाग उत्पत्तिसम्भावना इति स्वीकुर्मः तत्र तावत् तावत् किञ्चित् परिशीलयित्वा अग्रे गच्छेम. तत्र तादृशविभाग कीदृशविभागः अत्र घटपटयोः मध्ये कीदृशविभागः अस्ति? तादृशविभाग इत्युक्ते भावपदार्थः अपि खलु. तादृशविभागः इत्युक्ते भावपदार्थः इत्यपि अस्ति मुख्यांशः. भावपदार्थयोर्मध्ये विभागः अस्ति तादृशविभागः. न न महोदय क्षम्यतां, भावपदार्थयोः मध्ये विभागः इति न, विभागः एव भावपदार्थः अत्र. ओ एवं. भावपदान्तर इत्युक्ते तत्र भावपदार्थः तत्र भावपदा इत्युक्ते घटपटौ विभक्तौ इति प्रतीतिः यदा अस्ति तदा विभागः इति पदार्थस्य एव विषयः, तस्य एव तत्र ज्ञानं भवति तस्मात्, न तु अभावस्य इत्येव तत्र आशा. अत्र अत्र तादृशविभाग विभागः विभागस्य उत्पत्तिक्षणे एव पूर्वसंयोगध्वंसस्यापि उत्पत्तिसम्भवेन इत्युक्ते अत्र तादृशविभागः इति विभागस्य उत्पत्तिक्षणे अत्र यदा पूर्वसंयोगस्य ध्वंसः ध्वंसस्य उत्पत्तिक्षणं उत्पत्तिः भवति इति अपि वक्तुं शक्नुमः. न एकक्षणं, तत्र यदा इति वक्तुं शक्नुमः इति विषयः नास्ति वस्तुतः. तत्र पूर्व तत्र पश्यतु तादृशविभाग उत्पत्तिक्षणे एव पूर्वसंयोगध्वंसस्यापि उत्पत्तिसम्भावना इत्युक्ते प्रथमं संयोगः अस्ति खलु. संयोगस्य अनन्तरं यदा विभागः जायते तदा तस्मिन् क्षणे एव संयोगस्य नाशः अपि भवति इति आनुभविकं खलु. इत्युक्ते तत्र विभागः यदा भवति तदा एव संयोगः नश्यति. तत्र किमपि प्रमाणं कुत्रापि प्रमाणं नास्ति येन वयं वक्तुं शक्नुमः विभागः प्रथमं भवति तदनन्तरं संयोगनाशः भवति इति. तत्र प्रमाणं नास्ति. तत्र प्रत्यक्ष यदा वयम् इदानीं प्रत्यक्षप्रमाणं स्वीकुर्मः तत्र घटपटौ संयुक्तः इति अस्ति. इदानीं यदा तयोः विभागः जायते, यदा विभागः भवति तस्मिन् क्षणे एव संयोगनाशः अपि भवति. तर्हि ते वदन्ति तादृश विभाग उत्पत्तिक्षणे, इत्युक्ते यस्मिन् क्षणे विभागस्य उत्पादनं भवति, यस्मिन् क्षणे विभागः जायमानः अस्ति, तस्मिन् एव क्षणे पूर्वसंयोगध्वंसस्यापि, इत्युक्ते पूर्वसंयोगस्य नाशः, पूर्वसंयोग अभावः. प्रथमं संयोगः, तदनन्तरं विभागः खलु. तर्हि यः संयोगः प्रथमम् आसीत् तस्य ध्वंसस्य अपि उत्पत्तिसम्भावना, इत्युक्ते तस्य ध्वंसस्य अपि उत्पादनं भवति तस्मिन्नेव क्षणे. परन्तु वयं किं दृष्टवन्तः पूर्वं, पूर्वपुटे पश्यतु, तत्र क्षणपञ्चकव्यापिनी इति प्रक्रिया वयं दृष्टवन्तः खलु. क्रिया भवति, अनन्तरं तत्र द्वितीयक्षणे विभागः भवति, अनन्तरं तृतीयक्षणे संयोगस्य नाशः भवति, अनन्तरं नूतन आकाशदेशेन सह संयोगः, पञ्चमक्षणे क्रियानाशः इति. उत्तमं. तर्हि अत्र यद्वयं तत्र दृष्टवन्तः पूर्वस्मिन् पुटे, तत्र तु विभागः तस्य अनन्तरं संयोगनाशः इति अस्ति, परन्तु तस्य कृते एतावत्पर्यन्तं प्रमाणम् इति किमपि वयं न दृष्टवन्तः प्रमाणरूपेण. इति कृत्वा तस्य तत्र पूर्वपक्षी वदति, तत्र प्रमाणम् अस्ति वा प्रथमं विभागः अनन्तरं संयोगनाशः इति? तथा नास्ति खलु. यदा वयं प्रत्यक्षेण पश्यामः, विभागः संयोगनाशः इति समानकाले एव भवति इति. तावत्पर्यन्तं स्पष्टं वा? आम् आम्. अस्तु, रामप्रिया भगिनी भवती किञ्चित् अग्रे पठति वा? विभागः संयोगनाशः तत्समये तिष्ठति. पुनः वदतु भगिनि. विभागः तत्क्षणे संयोगध्वंसः तु अस्ति इति अस्माकम् आनुभविकं ज्ञानं खलु. भवती तथा न पश्यति वा? इत्युक्ते तत्र पुस्तकम् अपि च आसन्दे पुस्तकम् अस्ति चेत् यस्मिन् क्षणे आसन्दपुस्तकयोः मध्ये विभागः जायते तस्मिन् क्षणे एव पूर्वं यः संयोगः आसीत् तस्य नाशः भवति खलु. विभागस्य संयोगनाशरूपकार्यपूर्ववृत्तित्वभावात् मूलोक्तं संयोगनाशको गुणः विभागः इति असङ्गतम् इति. इदानीं किम् अत्र तादृशविभक्ति क्षम्यतां, विभागस्य उत्पत्तिक्षणे एव पूर्वसंयोगस्य नाशः अस्यापि उत्पादनस्य सम्भावना अस्ति इति वयं दृष्टवन्तः. तेन विभागस्य संयोगनाशरूपकार्य पूर्ववृत्तित्व अभावात् इति भवति. संयोगनाशरूप संयोगनाशः एव कार्यं किल. आम्, संयोगनाशरूपकार्य तत्र रूप इत्युक्ते किम्? संयोगनाशः इति रूपः, संयोगनाशरूपः किं वदामि इति नाम्ना वा इति. हा, इति नाम्ना, सत्यं. संयोगनाश हा किं भगिनि क्षम्यता प्रतीतिः वा तत्र संयोगनाश हा इत्युक्ते संयोगनाश इति नामकार्यम् इति एव यः कार्यमस्ति सः संयोगनाशः इति कार्यं पूर्ववृत्तित्व अभावात् पूर्वसंयोगनाशात् पूर्वं विभागः इति कण्ठश पश्येम तत्र पूर्ववृत्तित्वम् इत्युक्ते किं प्रथमम् संयोगनाशात् पूर्वम् इति वा हा सत्यं तर्हि संयोगनाशस्य हा संयोगनाशस्य पूर्वं विभागं वृत्तित्वम् इत्युक्ते किं वृत्तित्वम् इत्युक्ते तस्य विद्यमानत्वं हा विद्यमानत्वम् अस्तित्वम् इति अस्तित्वं संयोगनाशस्य पूर्वं तस्य विद्यमानत्वस्य अभावः इत्युक्ते कस्य इदानीम् इत्युक्ते तत्र संयोगनाशस्य पूर्वं विद्यमानस्य अभावः इति कस्य विद्यमानस्य अभावः संयोगनाशस्य पूर्वं वृत्तित्वम् इत्युक्ते विभागः विभागस्य अभावः हा तर्हि विभागस्य संयोगनाशस्य पूर्ववृत्तित्वं नास्ति इति इत्युक्ते विभागः संयोगनाशपूर्ववृत्तिः नास्ति इति ते वदन्ति पूर्ववृत्तिः नास्ति इति किमर्थं तथा वदन्ति ते ते किमर्थम् इत्युक्ते संयोग विभागः उत्पत्तिक्षणे एव संयोगनाशस्य अपि उत्पत्तिः भवति अतः पूर्वं तस्य वृत्तित्वं नास्ति सम्यक् हा इत्युक्ते तत्र यत् पूर्वभागः आसीत् तत्र वयं विभाग उत्पत्तिक्षणे एव तत्र संयोगध्वंसस्य अपि उत्पादनम् इति वयं दृष्टवन्तः खलु पूर्वसंयोगध्वंसस्य उत्पादनम् इति कृत्वा तत्र द्वयमपि तत्र समानकाले एव तत्र द्वयोः अपि उत्पादनं भवति तर्हि कथं वा संयोगनाशस्य पूर्वं विभागस्य विद्यमानत्वं स्यात् इति ते वदन्ति तत्र कार्यम् इति पदमस्ति खलु तस्य मुख्य किमर्थं तत्र कार्यम् इति अस्ति अहं चिन्तयामि संयोगनाशः इति कार्यं विभागः कारणम् अस्ति अतः कार्यम् इति उक्तवन्तः उत्तमं भगिनि तदेव तत्र संयोगनाशः इति कार्यं विभागः इति कारणं तर्हि तेन किं वक्तुं शक्नुमः संयोगनाशः इति कार्यं पूर्वं न भवति पूर्वम् इति न भवति इति विभागः पूर्वं न तदेव कार्यकारणमध्ये किमपि अस्ति इति सत्यं तर्हि तत्र कार्यकारणप्रसङ्गे वयं दृष्टवन्तः खलु पूर्वं तत्र त्रीणि सोपानानि सन्ति कोऽपि स्मरति वा कार्याधिकरणे सर्वदा भवेत् पूर्वस्मिन् क्षणे भवेत् इति एतत्तु पूर्वस्मिन् क्षणे न भवति किल समानकालीनौ कार्यमपि कारणमपि अतः वदन्ति एतद् संयोगनाशो गुणौ विभागः न इति समानकालीनौ काले अस्ति द्वयोः अपि पूर्वस्मिन् काले पूर्वस्मिन् क्षणे कारणं भवेत् इति विभागः पूर्वस्मिन् क्षणे नास्ति संयोगनाशः विभागः द्वयोः अपि एकस्मिन् क्षणे एव भवति इति कारणात् संयोगनाशको गुणो विभागः इति न असङ्गतम् इति उत्तमम् उत्तमं तावदेव इति इदानीं तत्र सम्पूर्णवाक्यम् एकवारं पठित्वा तत्र प्रतिपादयतु भगिनि तस्य भावपदार्थान्तर अवगाहित्वे अपि तादृशविभागोत्पत्तिक्षणे एव पूर्वसंयोगध्वंसस्यापि उत्पत्तिसम्भवेन विभागस्य संयोगनाशरूपकार्यपूर्ववृत्तित्वभावात् मूलोक्तं संयोगनाशको गुणो विभाग असङ्गतम् इति क्रियापदं तत्र तु न सङ्गच्छति इति तस्य इति घटपटौ विभक्तौ इति वयं प्रतीतिः स्वीकुर्मः चेत् तत्र भावपदार्थान्तर अवगाहित्वे अपि भावपदार्थः इति विभक्तः इति गुणः तस्य विषयी तस्य ज्ञानं विषयीक्रियमाणं ज्ञानम् इति वक्तुं शक्नुमः वा विषयीक्रियमाणं ज्ञानं विषयीक्रियमाणं ज्ञानं विषयीकर् इत्युक्ते तत्र भावपदार्थम् इति यस्य यः विषयः तस्मात् आगतः इत्युक्ते तेन कृतं तत्र प्रत्यये विभागस्य भावपदार्थम् एव तत् सः प्रत्ययः सूचयति यदापि तत् सूचयति भावपदार्थम् इति विभक्तः भावपदार्थः इति विषयं सूचयति तदापि तादृशभावपदार्थः यद् विभागः उत्पत्तिक्षणे एव तस्य पूर्वसंयोगध्वंसस्यापि उत्पत्तिसम्भावना अस्ति इत्युक्ते द्वौ अपि समानकालीनौ विभाग एकक्षणं भगिनि एकक्षणं तादृशभावपदार्थस्य इत्युक्ते तत्र भावपदार्थः इति कः तादृश भावपदार्थः इत्युक्ते विभागः एव हा सत्यम् अस्तु अस्तु महा विभागस्य उत्पत्तिक्षणे एव पूर्वसंयोगध्वंसस्यापि उत्पत्तिसम्भावना अस्ति तेन विभागस्य संयोगनाशरूपकार्य इत्युक्ते संयोगनाशः इति कार्यं पूर्ववृत्तित्व अभावात् संयोगनाशः इति कार्यं पूर्वं न सम्भवति सम्भवति इति न वक्तुं शक्यते पूर्वं न भव तस्य वृत्तित्वं न भवति इति अभावः इत्युक्ते विभागस्य अभावः तस्मात् वयं वक्तुं तस्मात् असंयोगनाशको गुणो विभागः इति न असङ्गतं उत्तमं तर्हि पुष्पा भगिनी अवगतवती वा इच्छामि तत्तु वदनं कष्टमा न इदानीं किञ्चित् वदतु भगिनी रामप्रिया भगिनी उक्तवती खलु बहु सम्यक् रीत्या उक्तवती भवती अपि एकवारं वदतु विभाग अस्ति भावपदार्थ विभाग तत् अवगाहनम् अपि अवगाहित्वे अपि अवगाहते इत्युक्ते किम् अवगाहनम् इति न मास्तु तत्तु पारिभाषिकशब्दः अस्ति तस्य विषये वयं वारं वारं चर्चितवन्तः अद्यापि तर्हि अवगाहते इत्युक्ते किम् अत्र प्रिया भगिनी किञ्चित् सहायं करोति वा विषयीकरोति तद्ज्ञानम् अस्ति अस्ति अपि किं ज्ञानम् अस्ति चेदपि विभाग विभागस्य अन्तरान् विभागात् भावपदार्थान्तरम्. हा, भावपदार्थान्तरा इत्युक्ते विभागः भावपदार्थेषु अन्यतमः इति एव खलु. तर्हि विभागः भावपदार्थः इति एव सः प्रत्ययः वदति इति चेदपि उत्पत्तिक्षणे तादृश विभागः उत्पत्तिक्षणे पूर्वसंयोगध्वंसः ध्वंसस्य अपि उत्पत्तिः सम्भवति. पूर्वसंयोगध्वंसः इत्युक्ते किम्? पूर्वसंयोग इत्युक्ते तत्र संयोगः अस्ति तत् नाशति. हा, उत्तमम्. इत्युक्ते यः संयोगः पूर्वम् आसीत् तस्य नाशः अपि तस्मिन्नेव क्षणे भवति. विभागस्य तत्तु संयोगनाशरूपक रूप तत् संयोगनाशरूपकार्य तत्तु कार्य अस्ति. कारणं तु विभागः कः कार्यमस्ति, किं कार्यं? नाशरूपकार्यं तत्र रूपम् इत्युक्ते किम्? रूपं तत् अत्र नाशकरूपः अस्ति न यत्र नाम्ना हा इत्युक्ते संयोगनाशः इति कार्यं तत्र रूपम् इति आवश्यकं नास्ति. यथा वयं वदामः तत्र वाक्ये तत्र पुनः पुनः यदा भवती रूप इति वदति चेत् मम मनसि तत्र सन्तोषः नास्ति तत्र भवती अवगतवती इति. तर्हि तदर्थमेव पुनः पुनः वदामि भवती स्वस्य शब्दैः वदतु इति. नो चेत् तत्र यत् पुस्तके यः शब्दः अस्ति तस्य एव प्रयोगं भवती करोति चेत् अहं न ज्ञातुं शक्नोमि खलु भवती अवगतवती वा न वा इति. अस्तु, पूर्ववृत्तित्व अभावात् तत्तु पूर्वतया संयोगः अस्ति तत् वृत्तित्वं न पूर्ववृत्तित्व अभावः इति कस्य पूर्ववृत्तित्व अभावः? संयोग न न न न न तथा नास्ति. एकक्षणं तत्र कार्यं किं? कार्यं संयोगनाशः. संयोगनाशः. कारणं किं? विभागः. अस्तु, तर्हि कस्य पूर्ववृत्तित्वम् आवश्यकम् अत्र? पूर्ववृत्तित्वं तत्र विभागः संयोगनाशः इति मास्तु, तत्र कार्यकारणम् इति स्तरे कार्यकारणयोः मध्ये कस्य पूर्ववृत्तित्वम् आवश्यकम्? पूर्ववृत्तित्वं तु संयोगः अस्ति. न भगिनि मम प्रश्नः शृणोतु. तत्र संयोगः विभागः इति मास्तु, तत्र कार्यम् अस्ति कारणम् अस्ति, कस्य पूर्ववृत्तित्वम् अपेक्षितम्? कार्यं प्रथमं भवति वा कारणं प्रथमं भवति वा? कारणं प्रथमं. हा, उत्तमं. कारणं प्रथमं भवति. कारणमस्ति पूर्ववृत्तिः, पूर्ववृत्ति कार्यमस्ति तदनन्तरं खलु. तर्हि इदानीं कार्यं किम्? कार्यं संयोगनाशः. कारणं किं? विभागः. उत्तमं. तर्हि कस्य पूर्ववृत्तित्वम् आवश्यकम्? विभागस्य. तर्हि विभागस्य पूर्ववृत्तित्वम् आवश्यकं, परन्तु विभागस्य पूर्ववृत्तित्वं नास्ति खलु. यतोहि इदानीं वयम् उक्तवन्तः विभाग उत्पत्तिक्षणे एव संयोगनाशस्य अपि उत्पादनं भवति इति. तत्क्षणे तस्य तत् सम्भवति इति कृत्वा तत्र पूर्ववृत्तित्वं नास्ति इति तत् यद् मूलोक्तं वाक्यं यदासीत् तत् प्रकृतवाक्यं संयोगनाशको गुणः विभागः इति तत् वयं न अङ्गीकुर्मः वयम् इति न ते न अङ्गीकुर्वन्ति. स्पष्टं वा? स्पष्टम्. उत्तमं. तर्हि हा उत्तमं. तर्हि सुनील् महोदय भवान् अग्रे पठति वा? आम् आम्. तत्र प्रायः तस्मिन् क्षणे प्रागभावस्य नाशः इति अस्ति खलु, तावत्पर्यन्तं पठतु महोदय. अत्र उच्यते नासापरपर्यायः ध्वंसत्वावत् कस्य कस्य केन केन कारणेन उत्पद्यते इति तावत् आलोचयामः. प्रागभावं विहाय सामान्यादीनां न भवति एव नाशः. प्रागभावस्तावत् प्रतियोगी सामग्र्या नश्यति. दण्डचक्रादि समवावधाने कपालद्वयसंयोगोत्पत्तिक्षणे हि घटसामग्री, तदग्रिमक्षणे तदोत्पत्तिः, तस्मिन् क्षणे प्रागभावस्य नाशः. एतत्पर्यन्तं किल? आं महोदय. आम्. अत्र इदानीं नासापरपर्यायः ध्वंसस्त्वावत् कस्य कस्य केन केन कारणेन उत्पद्यते इति तावत् आलोचयामः. अत्र ध्वंसः अस्ति अत्र, अथवा नाशापरपर्यायः. नाशापरपर्यायः ध्वंसः इत्युक्ते किम्? यदा नाशस्य अन्य पदमस्ति वा ध्वंसः? सत्यं सत्यं, तावदेव. नाशः इत्यस्य पर्यायपदमस्ति ध्वंसः इति. अतः तद् स्वीकृत्य अत्र कस्य केन कारणेन उत्पद्यते इति पुनः अत्र आलोचयामः इति. इत्युक्ते तत्र भिन्नभिन्नपदार्थस्य नाशः भवति खलु, तर्हि कस्य कस्य प्रथमं कस्य कस्य पदार्थस्य नाशः भवति इति. तर्हि तत्र वयम् आरम्भे सप्तपदार्थाः इति उक्तवन्तः. द्रव्यगुणकर्म सामान्यविशेषसमवाय अभावः इति. तत्र कस्य कस्य पदार्थस्य नाशः भवति इति प्रथमं. पुनः यस्य पदार्थस्य नाशः भवति केन सः नाशः भवति इति द्वितीयं. तर्हि तस्य आलोचना वयम् इदानीं कुर्मः इति. तर्हि इदानीं सिद्धान्ती वदति. तर्हि प्रथमं पूर्वपक्षी उक्तवान् आसीत् यत् अहं तत्र संयोगनाशः इति गुणः अस्ति विभागः इति अहं न अङ्गीकरोमि इति. तर्हि इदानीं सिद्धान्ती आगत्य वदति, तर्हि प्रथमं वयं पदार्थस्य आलोचना किञ्चित् कुर्मः, पदार्थस्य नाशः कथं भवति इति चिन्तयामः. तदनन्तरम् आगत्य सः पूर्वपक्षिणः आक्षेपः यः आसीत् तस्य निराकरणं करोति. प्रागभावं विहाय सामान्यादीनां न भवति एव नाशः. अत्र नाशः इति प्रागभावं विहाय सामान्यादीनां न भवति इति. सामान्यादीनाम् इत्युक्ते किम्? अभावः इति एव किल अत्र. न, तत्र रामप्रिया भगिनी भवती किं चिन्तयति? सामान्य विशेषसमवाय अभावः अपि सामान्यादीनाम् पदार्थविषये तत्र सामान्यमारभ्य तत्र सामान्यविशेषसमवाय अभावादीनां तत्र अभावस्य तत्र कति प्रकारः कः इति वयं दृष्टवन्तः. अभावः चतुर्विधः खलु? अत्यन्त अन्योन्य तत्र प्रागभावं विहाय इत्युक्ते तत्र चतुर्षु अभावेषु तत्र केवलं प्रागभावस्य नाशः भवति, अन्यस्य नाशः न भवति. अपि च सामान्यादीनाम् इत्युक्ते सामान्यविशेषसमवाय अभावादीनाम् इत्युक्ते केवलं प्रागभावं विहाय अन्यप्रकार अभावाः तस्य तेषाम् अपि च सामान्यविशेषसमवायीनाम् तत्र नाशः न समवायि तस्य नाशः न भवति इति. प्रागभावस्तावत् प्रतियोगिसामग्र्या नश्यति. अत्र प्रागभावः इति अत्र अस्ति, अत्र प्रतियोगिसामग्री अस्ति, तत् तया नश्यति इति. हा, एकक्षणं, तत्र प्रागभावः इत्युक्ते किम्? प्रागभावः इत्युक्ते उत्पत्तेः पूर्वक्षणे यः अभावः अस्ति तदेव प्रागभावः इति. उत्तमम्. इत्युक्ते पूर्वं नासीत् इदानीम् अस्ति इत्येव प्रागभावः. अत्र तर्हि तत्र प्रागभावः प्रतियोगिसामग्र्या नश्यति इत्युक्ते तत्र प्रतियोगिसामग्री इत्युक्ते किम्? अत्र घटः इति स्वीकुर्मः चेत् तत्र घटस्य अभावः अस्ति, अत्र घटः इति प्रतियोगी इति भवति. अतः घटस्य सामग्र्या अत्र अभावः नश्यति. तर्हि तत्र तदनन्तरं वाक्यमपि पठतु. तत्र सामग्री, घटस्य सामग्री, सामग्र्यः काः इति अत्र अस्ति, तत्र किञ्चित् पठतु. दण्डचक्रादि समवधाने कपालद्वयसंयोगोत्पत्तिक्षणे हि घटसामग्री. अत्र घटसामग्री का इति इत्युक्ते दण्डः, चक्रं इत्यादयः. अनन्तरं कपालद्वयसंयोग उत्पत्तिः उत्पत्तिक्षणः इति घटसामग्री इति, अथवा गण्डचक्रादि समवधाने कपालद्वयसंयोगः भवति, तस्य उत्पत्तिक्षणे प्रागभावः नश्यति इति. हरि ओम्. नमस्ते, श्रूयते वा? मम ध्वनिः श्रूयते वा इदानीं? हा हा हा, न मम दूरवाण्यां किञ्चित् फ्रीज़ अभवत् तस्य. हा, अत्र इदानीं दण्डः, चक्रादि सामग्रेः कपालद्वयसंयोगः संयोग उत्पत्तिक्षणे अत्र प्रागभावस्य नाशः भवति इति. पुनः अहं न शृणोमि. अन्ये शृण्वन्ति वा? न न न श्रूयते. कृपया अत्र लैन् कट् अभवत् इति चिन्तयामि. आम् इदानीं हरि ओम्. हा हरि ओम्, इदानीं श्रूयते वा? हा इदानीं श्रूयते. हा हा हा, तत्र केवलं तत्र हा तत्र यदा घटस्य उत्पादनं भवति तस्मिन्नेव क्षणे तत्र प्राग् अभावस्य नाशः अपि भवति खलु. तर्हि प्राग् अभावः तत्र प्रति इत्युक्ते अभावः इति इति यः पदार्थः अस्ति तस् प्रतियोगी इत्युक्ते किम्? अभावस्य विरोधिः एव प्रतियोगी खलु. तर्हि प्रतियोगी यत् यदा आगच्छति तदा अभावः नश्यति. तर्हि प्रतियोगी इति प्रतियोगी यदा इदानीं घटः इति प्रतियोगी अस्ति चेत् घटस्य उत्पादनं यदा भवति तस्मिन्नेव क्षणे प्रागभावस्य नाशः भवति इति तत्र इति विषयः. तर्हि तत्र घटसामग्रीः के इति काः इति उक्त इति तत्र दृष्टवन्तः घटसामग्र्यः काः इति. तर्हि तत्र यदा सामग्री तत्र भवति इत्युक्ते घटकपालद्वयस्य संयोगः तदनन्तरम् इत्युक्ते प्रथमं दण्डचक्रादीन् उपयुज्य कपालस्य निर्माणं, तर्हि कपालस्य निर्माणं कृत्वा कपालद्वयसंयोगः भवति चेत् तस्मिन् यदा संयोगः जायते तस्मिन् क्षणे घटस्य उत्पादनं भवति खलु. तर्हि इदानीं संयोगः जायते संयोगस्य अनन्तरक्षणे इत्युक्ते यतोहि घट कपालसंयोगः इति घटं प्रति कारणम् इति वयं पूर्वं दृष्टवन्तः. यदा असमवायिकारणं समवायिकारणम् इति दृष्टवन्तः खलु तस्मिन् क्षणे क्षम्यतां तस्मिन् सन्दर्भे. तर्हि कपालद्वयसंयोगः भवति चेत् तस्य उत्तरक्षणे घटस्य उत्पादनं भवति. तर्हि घटनिर्माणं यदा भवति तस्मिन् क्षणे एव प्रागभावस्य नाशः नष्टः प्रागभावः नष्टः भवति. अस्तु. हा तर्हि तावत्पर्यन्तं पठतु महोदय तत्र. पुनः पठामि वा अग्रे? हा तत्र दण्डचक्रादीनाम् आरभ्य तत्र प्रागभावस्य नाशः पर्यन्तं. दण्डचक्रादि समवधाने कपालद्वयसंयोगोत्पत्तिक्षणे हि घटसामग्री तदग्रिमक्षणे घटोत्पत्तिः तस्मिन् क्षणे प्रागभावस्य नाशः. उत्तमं, तर्हि एतावत्पर्यन्तं स्पष्टं वा? आम् आम्. अस्तु तर्हि अग्रे रामप्रिया भगिनी भवती पठति वा? आम्. एवं क्रियानाशः उत्तरदेशसंयोगात् भवति. अभिघातादिसंयोगवशात् घटादौ क्रिया ततः सम्प्रति साधयितुम् इष्टः विभागः ततः पूर्वदेशसंयोगनाशः ततः उत्तरदेशसंयोगोत्पत्तिः तद् अग्रिमक्षणे नश्यति क्रिया. एवम् इति अस्ति प्रथमम्. एवं यदा वयं दृष्टवन्तः इदानीं प्रागभावः तु प्रत्योगिसामग्र्या नश्यति इति. एवं क्रियानाशः उत्तरदेशसंयोगात् भवति. इदानीम् एकक्षणं तत्र क्रियाविषये किमर्थं वयं चर्चां कुर्मः. इत्युक्ते तत्र सामानादीनाम् इति आसीत् खलु पूर्वं, सामान्यादीनाम् इति. तर्हि तत्र सामान्यादीनाम् इति तत्र पदार्थेषु कस्य कस्य नाशः न भवति? सामान्यादीनां न भवति एव नाशः. सामान्यविशेषसमवाय अभावस्य नाशः न भवति. परन्तु अभावेषु तत्र प्रागभावस्य नाशः भवति इत्यपि वयम् उक्तवन्तः. तर्हि तस्य प्रागभावस्य विषये चिन्तितवन्तः, तत्र प्रागभावस्य नाशः कदा भवति इति. तर्हि एतावत्पर्यन्तं सामान्यविशेषसमवाय अभावः. तर्हि तेषां नाशविषये चर्चा जाता. अवशिष्टानि कानि? द्रव्यगुणकर्म अनन्तरं तदेव प्रागभावतु वयं दृष्टवन्तः. सत्यं. तर्हि द्रव्यगुणकर्म. तर्हि इदानीं कर्म इत्युक्ते क्रियाविषये वयं प्रथमं चर्चा भवति. तर्हि क्रियायाः नाशः कथं कदा भवति इति इदानीं चर्चा. क्रियानाशः उत्तरदेशसंयोगात् भवति. उत्तरदेशसंयोगः कारणं भवति क्रियानाशस्य इत्युक्ते पञ्चमक्षणे एतत् क्रिया भवति, तस्य नाशः किल? सत्यं सत्यं. तदेव तत्र पूर्वस्मिन् पुटे तत् पश्यतु प्रथमं. घटे क्रिया इति प्रथमक्षणे, द्वितीयक्षणे तु विभागः, तृतीयक्षणे संयोगनाशः, नूतनसंयोगः इति चतुर्थक्षणे, पञ्चमक्षणे क्रियानाशः. एतत्तु क्रियानाशः उत्तरदेश संयोगः कारणं क्रियानाशस्य. तर्हि तत्र पञ्च क्षणपञ्चकव्यापिनी अस्ति खलु. तर्हि क्रिया तु वस्तुतः क्षणपञ्चकव्यापिनी अस्ति. तर्हि क्रिया तत्र प्रथमं संयोगः अस्ति, संयोगः अस्ति इति कृत्वा तदनन्तरं तत्र घटादौ क्रिया भवति, तदनन्तरं विभागः, विभागेन तत्र पूर्वसंयोगः इत्युक्ते प्रथमसंयोगः यदासीत् तस्य नाशः, तदनन्तरम् उत्तरदेशसंयोगः इत्युक्ते नूतनसंयोग उत्पत्तिः, तदनन्तरं क्रिया नश्यति इति. पुष्पा भगिनी, भवती अवगतवती वा क्रियायाः नाशः कथं भवति इति, कथं सम्भवति? आं भगिनि. किञ्चित् वदतु. प्रथमतया क्रिया अस्ति, तत्क्षणे विभागः अस्ति. न न, तत्क्षणे विभागः इति न खलु, द्वितीयक्षणे आद्यक्षणे क्रिया अस्ति. क्रिया अस्ति द्वितीयक्षणे. आद्यक्षणे नाम आद्यक्षणे घटे क्रिया. न, आद्यक्ष भगिनी, पुनः अहं वदामि, पुस्तके यः यत् शब्द यत् पदमस्ति तद् मास्तु. आद्यक्षणे इत्युक्ते किं? पूर्वतनया. आद्यक्षणे इत्युक्ते किम्? प्रथमतया उत्तमं. प्रथमतया क्रिया अस्ति क्रिया अस्ति न क्रिया जायते इत्युक्ते क्रिया भवति द्वितीयक्षणे विभागः अस्ति न न भगिनि द्वितीयक्षणे विभागः अस्ति इति न विभागः तु जायते क्रिया हा क्रिया प्रथमक्षणे क्रिया सम्भवति इति कृत्वा द्वितीयक्षणे विभागः जायते खलु क्रिया जायते द्वितीयक्षणे विभागः जायते अस्तु तत् विभागेन संयोगस्य नाशः तत् संयोगस्य नाशेन आकाश अन्येन आकाशदेश न न भगिनि तत्र अन्येन आकाशदेशेन तत्सर्वं मास्तु तत्सर्वं पुस्तके अस्ति अहं तद् न इच्छामि भवती स्वस्य शब्दैः वदतु कृपया न न न चतुर्थ संयोगनाशः भवति संयोगनाशानन्तरं किं भवति संयोगनाशानन्तरं तत्तु अत्र दृश्यते संयोगनाश बट् क्रियानाशः तु पञ्चम क्षणे अस्ति पञ्चम क्षणे अस्ति चतुर्थक्षणे किम् अस्ति संयोगः संयोगस्य नाशः चतुर्थक्षणे किं भवति चतुर्थक्षणे इदानीं नूतनसंयोगः जायते खलु प्रथमं संयोगः अस्ति क्रिया जायते इत्युक्ते तत्र चिन्तयतु तत्र आसन्दे पुस्तकमस्ति इति तर्हि तत्र आसन्दपुस्तकयोः मध्ये प्रथमं संयोगः अस्ति खलु इदानीं पुस्तके काचित् क्रिया जाता इति कृत्वा इदानीं तत्र प्रथमं पुस्तके काचित् क्रिया जाता तर्हि क्रिया जाता इति कृत्वा तया क्रियया तत्र पुस्तक आसन्दयोः मध्ये विभागः जायते यदा विभागः जायते तदा तत्र संयोगः आसन्दपुस्तकयोः मध्ये यः संयोगः आसीत् स संयोगः नश्यति इदानीं तत् पुस्तकम् आसन्दात् भवती स्वीकरोति इति चिन्तयतु तर्हि इदानीं पुस्तकं हस्ते अस्ति खलु तर्हि हस्तपुस्तकयोः मध्ये नूतनसंयोगः भवति यदा हस्तपुस्तकयोः संयोगः जायते तदा तदनन्तरं पुस्तके विद्यमाना क्रिया नश्यति खलु इदानीं पुस्तकं तु भवत्याः हस्ते अस्ति पुस्तके किं कापि क्रिया नास्ति इति कृत्वा क्रिया अपि नश्यति अवगच्छति वा अस्तु उत्तमम् अग्रे भवती एव अग्रे पठतु द्रव्यनाशः तस्मिन् क्रियानाशः तत्तु न न न भगिनि द्रव्यनाशः द्रव्यनाशः तर्हि केन जायते समवायिकारणनाशात् लघुडादिपातेन कपालनाशे सति अग्रिमक्षणे घटनाशः लोकसिद्ध एव तावत्पर्यन्तं पर्याप्तम् इदानीं वदतु द्रव्यनाशः केन जायते, प्रश्नः समवायिकारणनाशात्, तत्तु समवायिकसम्बन्धेन अस्ति, तं किमस्ति तत् नाशयति तत्. न न न न न, समवायिकारणम् इत्युक्ते किं? समवायिकारणम् इत्युक्ते कारणं तु घटः न घट कारणम् अथवा घटस्य समवायिकारणं किं? घटस्य समवायिकारणं तस्य अवयवी अस्ति न? न, घटस्य समवायिकारणं किम्? अवयविनी इत्युक्ते अवयविनी घटः एव खलु? सुनील महोदय, भवान् किञ्चित् सहायं करोति वा? अत्र घटस्य समवायिकारणमस्ति कपालः. समवायिकारणम् इत्युक्ते यः स्वस्मिन् तादात्म्यसम्बन्धेन सम्बन्धेन स्थित्वा समवायेन कार्यं जनयति इति समवायिकारणं. तर्हि तत्र किमस्ति तदपि किञ्चित् वदतु महोदय. अत्र इदानीं अत्र द्रव्यनाशः केन जायते इति, अत्र द्रव्यनाशः समवायिकारणस्य यदा समवायिकारणस्य नाशः भवति तदा एव द्रव्यनाशः अपि भवति इति. इत्युक्ते अत्र वयं पूर्वं पदार्थानाम् आवलिः दृष्टवन्तः, अत्र इदानीं द्रव्यस्य विषये अस्ति. अत्र अग्रे पठामि वा अथवा? लघुडादिपातेन कपालनाशे सति अग्रिमक्षणे घटनाशः लोकसिद्धः एव. अतः लघुडा इति अथवा अन्य किमपि कपालस्य उपरि पतति चेत् लघुडा इत्युक्ते दण्डः, तादृश लघुडा पतति चेत् कपालनाशः अपि भवति, तस्मिन् अग्रिमक्षणे एव घटनाशः भवति इति वयं जानीमः. इत्युक्ते यदा तत्र किमपि तादृशवस्तु यदा तस्य पातनं भवति घटे, तत्र प्रथमं कपालस्य नाशः भवति. कपालस्य नाशः भवति इति कृत्वा तत्र घटस्य नाशः अपि भवति इति तत्र समवायिकारणनाशः इत्युक्ते कपालः इति घटस्य समवायिकारणं, कपालस्य समवायिकारणस्य नाशेन तत्र घटस्य कार्यस्य नाशः अपि भवति इति इति द्रव्यनाशः. इतोपि अस्ति द्रव्यनाशस्य विषये, प्रायः अग्रिमकक्षायां पश्येम. परन्तु द्रव्यस्य नाशः समवायिकारणस्य नाशेन भवति इति वयं अवगन्तुं शक्नुमः. इत्युक्ते एतावत्पर्यन्तं वयं तत्र पदार्थानां आवलिः यदा दृष्टवन्तः, तत्र क्रिया आरभ्य कथं भवति नाशः इति वयं दृष्टवन्तः. क्रियायाः नाशः तत्र क्रिया पञ्चक्षणव्यापिनी इति कृत्वा यदा क्रियायाः आरम्भं भवति तदनन्तरं पञ्चमक्षणे तस्य नाशः अपि भवति इति वयं दृष्टवन्तः. तदनन्तरं सामान्य आरभ्य अभावपर्यन्तं तत्र नाशः एव न भवति, केवलं प्राग् अभावं विहाय इति. अपि च प्राग् अभावस्य नाशः कथं भवति इति अपि वयं दृष्टवन्तः. यदा तत्र प्रतियोगी जायते तस्मिन् क्षणे एव प्रागभावस्य नाशः भवति इति अपि वयं दृष्टवन्तः. अवशिष्टः केवलम् इदानीं द्रव्यम् अपि च गुणः, ते तौ एव अवशिष्टौ. तर्हि द्रव्यस्य विषये वयं प्रथमं समवायीकारणस्य नाशनेन अथवा समवायीकारणं यदा नाशः भवति तस्य नष्टः जायते चेत् द्रव्यस्य अपि नष्टः भवति इति अपि वयं दृष्टवन्तः. एतावत्पर्यन्तं तत्र स्पष्टता अस्ति वा, प्रश्नः अस्ति वा किमपि? अस्तु अस्तु, तर्हि अद्य अत्र समापयामः. आगामिकक्षायाम् अग्रे सरेम. धन्यवादः. धन्यवादः. शुभरात्रिः. धन्यवादः.